पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 115 सूत उवाच इत्युक्त्वा वासुदेवोऽसौ सत्यभामामधिप्रियां सायं सन्ध्यादिकं कर्तुं जगाम जननी गृहम् एवं प्रभावप्रोक्तोऽयं कार्तिकपापनाशनः विष्णुप्रियकरो नित्यं भुक्तिमुक्तिप्रदः सदा हरिजागरणं प्रातस्नानं तुलसीसेवनम् उद्यापनं दीपदानं व्रतेऽन्येदानि कार्तिके पञ्चकैर्व्रतकैरेभिः सम्पूर्णं कार्तिकव्रतं फलं प्राप्नोति तत्प्रोक्तं भुक्तिमुक्तिफलप्रदं ऋषय ऊचुः विष्णोः प्रियोदिफलदः प्रोक्तोऽयं रोमहर्षणे कार्तिकस्य विधिः सम्यक् पावनः पावनाशनः अवश्यमेव कर्तव्यप्राप्य दुःखनिवारणः मोक्षार्थिभिर्नरः सम्यक् भोगकामैरथापि वा एवं स्थिते यथा कश्चित् व्रतस्थः सङ्कटे स्थितः दुर्गारण्यस्थितो वापि व्याधिभिः परिपीडितः कथं तेन प्रकर्तव्यं कार्तिकव्रतकं शुभं सूत उवाच यस्माद्यत्यन्तफलदं कर्तव्यं तु यथा नरैः तत्सर्वं कथयिष्येऽहं शृणुध्वं मुनिपुङ्गवाः विष्णो शिवस्य वा कुर्यादालये हरिजागरं शिव विष्णुग्रहाभावे सर्वदेवालयेष्वपि दुर्गारण्यस्थितो यश्च यदि वा यद्गतो भवेद् कुर्यात्तदाश्वध्वमूले तुलसीनां वनेष्वपि विष्णुनामप्रधानानां गायनाद्विष्णुसन्निधौ गोसहस्रप्रदानस्य फलं प्राप्नोति मानवः वाद्यकृत्पुरुषश्चापि वाजपेयफलं लभेद सर्वतीर्थावगाहोत्थं नर्तकफलमाप्नुयाद सर्वमेदल्लभेत्पुण्यं तेषां तु द्रव्यदः पुमान् प्रशंसादर्शनाभ्यां हि तत् षडंशमवाप्नुयाद आपद्गतो यदाप्यम्भो न लभेष्णपनायसः व्याधितो वा पुनः कुर्याद्विष्णोर्नामापमार्जनम् उद्यापनविधिं कर्तुं न शक्तो यो व्रते स्थितः ब्राह्मणान् भोजयेच्च प्रिया व्रतसम्पूर्णहेतवे यस्मादत्यन्तफलदो न त्याज्यः सर्वदा नरैः अव्यक्तरूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि तत्सन्तुष्ट्या सुसन्तुष्टः सर्वदा स्यां न संशयः अशक्तो दीपदानेतु परदीपं प्रबोधयेद् तेषां वा रक्षणं कुर्याद्वादादिभ्यः प्रयत्नतः अभावे तुलसीनां तु पूजयेद्वैष्णवं द्विजं यस्मात् संनिहितो विष्णुः स्वभक्तेष्वेव सर्वदा सर्वाभावे व्रति कुर्यात् ब्राह्मणानां गवामपि सेवां वाश्वत्थवडयोर्व्रतसम्पूर्णहेतवे। ऋषय ऊचुः कथं त्वयाश्वद्धवटौ गोब्राह्मणसमौ कृतौ सर्वेभ्योऽपि तरुभ्यस्तौ कस्मात् पूज्यतरौ कृतौ सूत उवाच अश्वत्थरूपी भगवान् विष्णुरेव न संशयः रुद्ररूपी वडस्तद्वत् पालाशो ब्रह्मरूपदृक दर्शनं पूजनं सेवा तेषां पापहरा स्मृता दुःखापद्व्याधिदुष्टानां विनाशकरणीध्रुवं ऋषय ऊचुः कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः एतत्कथय सर्वज्ञ संशयोऽत्र महान्हिनः सूद उवाच पार्वती शिवयोर्देवैः सुरदं कुर्वधो किल अग्निर्ब्राह्मणरूपेण प्रेषितो विघ्नकृत्पुरा ततः सा पार्वती क्रुद्धा शशापत्रिदिवौकसः रथोत्सव सुखभ्रंशात् कम्पमाना रुषा तदा पार्वत्युवाच कृमिकीडादयोऽप्येदे जानन्ति सुरदं सुखं तद्विघ्नकरणाद्देवाह्युद्भिजत्वमवाप्स्यथ सूत उवाच एवं सा पार्वती देवानशपत्क्रुद्धमानसा तस्माद्वृक्षत्वमापन्नाः सर्वे देवगणा किल तस्मादिमौ विष्णुमहेश्वरा उभौ बभूव दुर्बोधिवटौ मुनीश्वराः बोधितस्त्वगादार्किदिने स्पृश्यत्वमस्पृश्यदामर्कजविष्टियोगाद इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये अश्वत्थवटप्रशंसनं नाम पञ्चदशाधिकशततमोऽध्यायः ॐ